पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 122 विष्णुरुवाच कुञ्चलो धर्मपक्षीस इत्युक्त्वा तान् सुतान् प्रति विरराम महाप्राज्ञः किञ्चिन्नोवाच तान् प्रति वडाद्धस्तो द्विजश्रेष्ठस्तमुवाच महाशुकं को भवान् धर्मवक्ता हि पक्षिरूपेण वर्तते किं वा देवोऽध गन्धर्वः किं वा विद्याधरो भवान् कस्य शापादिमां प्राप्तो योनिं कीरस्य पादकीम् कस्मात् ते ईदृशं ज्ञानं वर्ततेतीन्द्रियं सुख सुपुण्यस्य दुःखस्यापि कस्य वै तपःसफलं किं वा छन्नेन रूपेण अनेनापि महामदे कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणं कुञ्चल उवाच भोसिद्धत्वमहं जाने कुलं ते गोत्रमुत्तमं विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीं सर्वं विप्रवक्ष्यामि स्वागतं तव सुव्रत उपविश्यासने पुण्ये छायामाश्रयशीतलाम् अव्यक्तप्रभवो ब्रह्म तस्माज्जज्ञे प्रजापतिः ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः भार्गवो नाम तस्यासीत् सर्वधर्मार्थतत्त्वविद तस्यान्वये भवान् विप्र श्यवनख्यादिमान् भुवि नाहं देवो न गन्धर्वो नाहं विद्याधरः पुनः योऽहं विप्रप्रवक्ष्यामि तन्मे निगदतशृणु कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः वेदवेदाङ्गतत्त्वज्ञः सर्वकर्मप्रकाशकः विद्याधरेदि विख्यातः कुलशीलगुणैर्युधः राजमानश्रिया विप्र आचारैस्तपसा तदा सम्बभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः वसुशर्मा नाम शर्मा धर्मशर्मा च ते त्रयः तेषामहं धर्मशर्मा कनिष्ठो गुणवर्धितः वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः आचारेण सुसम्पन्नो विद्यादि सुगुणैः पुनः नामशर्मा महाप्राज्ञस्तद्वच्चासीत् गुणाधिकः अहमेको महामूर्खः सञ्जातशृणुसत्तम विद्यानामुत्तमं विप्रभावमर्थं शुभं कदा न शृणोमि न वैयामि गुरुगेहमनुत्तमं ततस्तु जनको मेदु मामेवं परिचिन्तयेत् धर्म शर्मेदि पुत्रस्य नामस्य तु निरर्थकं संजातः क्षितिमध्ये तु न विद्वान् मे गुणाकरः इति सञ्चिन्त्य धर्मात्मा मामुवाच सुदुःखितः व्रजपुत्रगुरोर्गेहं विद्यार्थं परिसाधय एवमाकर्ण्यतत्तस्य पितृवाक्यं मया शुभं नाहं तादगमिष्यामि गुरोर्गेहं सुदुःखदम् यत्र वैताडनं नित्यं भ्रूभङ्गादिचक्रोशनम् अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम दिवा रात्रौ न निद्रास्ति नास्ति सुखस्य साधनं तस्माद्दुःखमयं ताद न यास्ये गुरुमन्दिरं विद्या कार्यं करिष्येन क्रीडार्थमहमुत्सुकः भोक्ष्ये स्वप्स्ये प्रसादत्ते करिष्ये क्रीडनं पिदः डिम्भैः सार्धं सुखेनापि दिवारात्रमदन्त्रिदः मामुवाच स धर्मात्ममूढं ज्ञात्वा सुदुःखितः विद्याधर उवाच मा पुत्रसाहसं कार्षीर्विद्यार्थमुद्यमं कुरु विद्यया प्राप्यते सौख्यं यशकीर्तिस्तथा तुला ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय पूर्वं सुदुःखमूलादु पश्चाद्विद्या सुखप्रदा तस्मात् साधय पुत्रत्वं विद्यां गुरुगृहं व्रज पितुर्वाक्यमकुर्वाणो अहमेवं दिने दिने यत्र यत्र स्थितो नित्यमर्थहानिं करोम्यहम् उपहासकृतो लोकैर्मम विप्रकुत्सनम् मम लज्जा समुत्पन्ना जीवनाशकरी तदा विद्यार्थमुद्यतो विप्र तं गुरुं प्रार्थयाम्यहम् इति चिन्तापरो जातो दुःखशोकसमाकुलः कथं विद्यामहं जाने कथं विद्याम्यहं गुणान् कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम् इत्येवं चिन्तयन् विप्र वार्धक्यमगमं पुनः देवता यदने दुःखी उपविष्टत्वहं कदा मद्भाग्यैः प्रेरितः कश्चित् सिद्ध एकः समागतः निराश्रयोजिदाहारः सदानन्दस्तु निःस्पृहः एकान्तमस्थितो विप्र योगयुक्तो जितेन्द्रियः परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान् तमसं संसृतो विप्रज्ञानरूपं महामतिम् अहं शुद्धेन भावेन भक्त्या नमिदकन्धरः नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः दीनरूपो ह्यहं जातो मन्दभाग्यस्तथा पुनः तेनाकं पृच्छितो विप्र कस्माद्भवान् प्रशोचति केनाभिप्रायभावेन दुःखमेव भुनक्ति वै तेनेत्युक्तोऽस्मि विप्रेन्द्रज्ञानिना योगिना तदा सुमूठेन मया तस्य पूर्ववृत्तान्तमेव हि तमेवं श्राव्यं सर्वं सर्वज्ञत्वं कथं व्रजेद एतदर्थमहादुःखी भवान् मम गतिः सदा स चोवाच महात्मा मे सर्वं ज्ञानस्य कारणम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्वाविंशत्यधिकशततमोऽध्यायः ॐ